नीनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। सुप्रभातम्, आरम्भं कुर्मः। वयं कुत्र कियत्पर्यन्तम् आगतवन्तः? कोऽपि जानाति? भागीरथी, ओके, और चन्द्रमती। नमस्ते भगिनी, बहु दिन अनन्तरम् अहम् अद्य योजितवती। कोविड परीक्षा आसीत्, अतः मासद्वयं परीक्षा तु गतमासे समाप्तं न सेप्टेम्बर् कोविड परीक्षा आसीत् न केरल मध्ये गत रविवासरे एव परीक्षा आसीत्। ओके, भिन्नभिन्नस्थाने भिन्नभिन्नदिने परीक्षा अभवत् इति मन्ये। ओके, जया, धन्यवादः। गत अवसरे वयं किं कृतवन्तः स्मरति वा? पञ्चमीविभक्तिविषये पाठयति महोदय। आल्सो द आर्डर् अष्टविभक्ति, तृतीयविभक्ति, and we started talking about the ratsasya. Talking about ki ratsasya, ratsasya, are ratsasya ko asmakam kriye ratsasya, I don't know how many said ratsasya. Yeah, we talked about the rashabhyam, this sutram. Okay, but that's where we stopped. We talked about the anuvritti and adhikara also. ओके, सीतालक्ष्मी महोदय, अहमपि थर्ड् अण्ड् लेवेन्त् क्लासस् न अटेण्ड्। किं वदति? थर्ड् अण्ड् लेवेन्त् क्लासस् अहमपि श्रोतुं न शक्यते श्रोतुं। परन्तु ईमेल् न प्राप्तवती वा? ईमेल् तु आगतवती, आगतः, मगर् अहम् अन्यप्रदेशे अस्मि, ततः अन्तर्जालः न समस्या न पूर्वतनवर्गस्य पाठः आवश्यकः। आवश्यकं महोदय, थर्ड् अण्ड् लेवेन्त् क्लासेस्। अहं तु ईमेल् प्रेषितवती, यत्र लिङ्क् अपि आसीत्। न, तत्र ओपन् क्रियतो नै आगच्छति। तस्मिन् विषये तु अहं न जानामि। अहं मम ईमेल् मध्ये तु ओपन् कृतवती, सम्यक्तया आगतम्, अतः चिन्तनम् एवम् अस्ति सर्वेषां कृते तदेव भवति इति। न, ब्राकेट् मे लिखा है वेब्सैट्, ध्वनिमुद्रणं न आगच्छति। कथम् अहं निवारणं करिष्यामि न जानामि, अरविन्द महोदयेन सह सम्भाषणं कर्तव्यम्। अतः अद्य किं गतवर्गे यत् वयं कृतवन्तः तदेव पुनः पठामः वा? न, 27th से ना मिल रहे महोदय। कारणम् अत्र का अस्ति जया अस्ति पूर्णिमा भवती आसीत् वा गतवर्गे आमासम् आमाम् आमासम् श्रूयते श्रूयते श्रूयते हा चिन्ता मास्तु भवती किञ्चित् स्पष्टीकरणं कर्तुं शक्नोति विभक्तिविषये के विभक्तयः सूत्रे आगच्छन्ति सप्तमी विभक्ति आगच्छति सप्तमी विभक्ति यदा निमित्तं भवति तत्पूर्वं प्रथमा षष्ठीविभक्ति तत्र कार्यं भवति षष्ठीविभक्ति यत्र भवति तत् स्थानं प्रथमाविभक्ति किं भवति तत् तत् आगच्छति सप्तमी विभक्ति यदि निमित्तम् आगच्छति तत्पूर्वं कार्यं भवति यदि पञ्चमी विभक्ति आगच्छति तत्पश्चात् कार्यं भवति यदि तृतीया भवति तत् उभयतः अपि कार्यं भवति किं तत् किञ्चित् उभयतः पूर्वमपि परमपि पूर्वमपि सुप्तिगन्तं पदम् इति पठितवन्तः नत्वं नत्वम् एकसूत्रं दृश्य अहं न विस्मृतवती सूत्रविषये मा वदतु वयं पठनं न आरम्भं कृतवन्तः अस्तु भगिनि अहं तु न जानामि अपि सम्यक्तया अवगच्छन्तु सूत्रं यत्किमपि अत्र उक्तमस्ति तत् केवलम् उदाहरणरूपेण दत्तमस्ति तस्य पठनं सम्यक् पठनं अग्रे आगच्छति अस्मिन् केवलम् एकस्य किमपि शब्दस्य वा पदस्य वा टर्मिनालजि यदस्ति तस्य स्पष्टीकरणार्थम् उदाहरणरूपेण किमपि सूत्रस्य उदाहरणं दत्त्वा अत्र एतत् अस्ति तदस्ति एतत् इति उदाहरणार्थम् इको एनर्जि वयम् इको एनर्जि सूत्रं न पठामः इकः किं षष्टिविभक्ति इकः षष्ट्यन्तम् अपि प्रथमान्तम् यण्य प्रथमान्तम् अचि सप्तम्यान्तं तावत्पर्यन्तं वयं जानीमः चेत् वयं कार्यं तु कुत्र कुर्मः यत्र इक् वर्णाः आगच्छन्ति तत्र यण् वर्णाः स्थापयामः ओके एतस्य उच्चारणस्थानानुसारम् उच्चारणस्थानानुसारं क्रमः तत् आदेशः भवति न स्पष्टं नास्ति न भगिनि इक् वर्णस्य इ ओ भवति इकारस्य स्थाने इकारः उकारस्य स्थाने वकारः अहं करोमि किञ्चित् शृण्वन्तु सर्वे तदनन्तरं प्रश्नः अस्ति चेत् पृच्छन्तु इदानीम् उदाहरणरूपेण एव वयं सूत्राणि सूत्रं पश्यामः सूत्रस्य अवगमनं व्याख्यानरूपेण अनन्तरम् आगच्छति ओके सर्वे यत् एतत् मनसि स्थापयन्तु हा कारणम् अस्माकं ज्ञानं सूत्रे न भवितव्यम् अस्माकं ज्ञानं सूत्रस्य आधारेण वयं किं पठितुम् इच्छामः तत्र गन्तव्यम् ओके हा अत्र इको एनर्जि एकं तु उदाहरणं वयं वारं वारं पश्यामः किमर्थं कारणं तत्र इकः इति पदमस्ति यण् इति पदमस्ति अचि इति पदमस्ति किमर्थम् एवं पदं वयं स्वीकुर्मः इकः षष्टि यण् प्रथमा अतः इकः इत्युक्ते इक् वर्णाः यत्र सन्ति तत्र यण् वर्णाः स्थापनीयं कदा यदा तदनन्तरम् इक् वर्णाः यत्र सन्ति तदनन्तरं कोऽपि अचुवर्णः आगच्छति चेत् एतत् कार्यं भवितव्यम् अथवा भवति ओके एतस्य अवगमनार्थमेव वयम् इको यणचि इति स्वीकुर्मः पश्यामः अन्यसूत्रं किमस्ति आदेशविषये तु इको यणचि दत्तमस्ति आगमविषये हा पश्यन्तु लुङ् लङ् लृङ् श्वा डु दातः इति दत्तमस्ति एतस्य सूत्रस्य अवगमनं न भवति चेत् अपि समस्या नास्ति किमर्थम् अत्र उदाहरणे वयं पश्यामः चेत् अ अधिकं पठ् अधिकम् अ अधिकं त अपठत् अत्र किम् अभवत् अकारस्य आगमः अभवत् हा तावत् वयं पश्यामः अवगच्छामः चेत् पर्याप्तम् अस्मिन् स्तरे अवगतम् अत्र नामकरणम् इति लिखितम् अस्ति उदाहरणरूपेण सुप्तिङन्तं पदम् इति दत्तम् अस्ति सूत्रं हा अत्र सुबन्तं तिङन्तं पदसंज्ञकौ भवतः इत्युक्ते नामकरणं सुप् किमस्ति सुबन्तशब्दः तस्य नाम किमस्ति पदं तिङन्तशब्दस्य नाम किमस्ति तदपि पदम् इत्युक्ते यदा सुप् अन्ते वयं योजयामः सुप् प्रत्ययस्य योजनेन सुबन्तं भवति तदस्ति पदम् ओके पदम् अस्ति चेत् वाक्ये उपयोगं कर्तुं शक्नुमः तावत् तु वयं जानीमः ओके अत्र उदाहरणरूपेण किं दत्तमस्ति एतत्तु सम्पूर्णं नास्ति मनसि स्थापयन्तु राम अधिकं सु इस् ईक्वल् टु रामः एतत् सम्पूर्णं नास्ति रामः पर्यन्तम् आगन्तव्यं चेत् अन्यस्तराः अपि सन्ति ओके परन्तु तत् अत्र न दर्शितमस्ति अतः भ्रमः न भवितव्यं राम अधिकं सु सु किमस्ति सुप्रत्ययस्य एकः अंशः अस्ति ओके तस्य आधारेण अन्तिमभागं वयं पश्यामः रामः रामः प्रथमाविभक्ति एकवचनरूपं डैरेक्ट् उपयोगं कर्तुं शक्नुमः वाक्ये तदस्ति पदम् ओके यत्किमपि वाक्ये वयम् उपयोगं कर्तुं शक्नुमः तस्य नाम पदं तावत्पर्यन्तं वयम् अन्यकार्याणि कृत्वा तत् प्राप्नुमः अस्मिन् स्तरे वयं न जानीमः मन्दं मन्दं तस्य ज्ञानं वर्धते ओके प्रश्नः अस्ति इदानीं षष्टिविभक्ति सप्तमीविभक्ति प्रथमाविभक्ति ज्ञातवन्तः ओके उदाहरणम् अपि दृष्टवन्तः ओके प्रश्नः अस्ति यावत्पर्यन्तम् कोऽपि किमपि न वदति भयमस्ति वा प्रश्नं प्रष्टुं ओके इदानीं पञ्चमीविभक्ति विषये पुनः पठामः इको यणचि वयं बहुवारं पठितवन्तः अतः तत् वयं पुनः न पठामः पञ्चमीविभक्तिविषये पठामः कस्याः पर्यायः भागीरथी आरम्भं करोतु पञ्चमी विभक्ति इति पञ्चमी विभक्ति परकार्यं सूत्रे यस्य वर्णस्य पञ्चमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इति अर्थः नाम निर्दिष्टं कार्यं तस्मात् परमस्ति. तत्र सूत्रं दत्तमस्ति रषाभ्यां नो नः समानपदे रेपशकाराभ्याम् उत्तर उत्तरस्य नकारस्य नकारादेशो भवति समानपदस्थौ चेदेव निमित्त निमित्तिनौ भवतः रषाभ्यां पञ्चभ्यन्तं नः षष्टभ्यन्तं नः प्रथमान्तं वर्णपूर्ण वर्ण रषाभ्यां नो नः समानपदे वर्ण. किं अवगतवती? यस्य वर्णस्य पञ्चमी विभक्तिः भवति तत्र कार्यात् पूर्वं स्थितः. यस्य वर्णस्य पञ्चमी विभक्ति भवति. ओके ओके इदानीम् अस्माकं हस्ते किं वर्ण इति पूर्ण ओके स्वीकुर्मः वर्ण अथवा पूर्ण किं वा भवती स्वीकर्तुम् इच्छति? वदतु भगिनि. अत्र नास्ति भगिनि. किं नास्ति? करपत्रम् अहं न विषये अहं न पृच्छामि. तत्र तु भवती पठितवती वर्णपूर्णा इति भगिनि कर्तुं इच्छति. तस्य आधारेण वयम् अग्रे गच्छामः. नाम स्थितः नामनिर्दिष्टं कार्य तस्मात् परमस्ति. तस्मात् परम् एव नाम निर्दिष्टं भवति अस्ति. तस्मात् परम् तत् तत् यत् लिखितमस्ति तत् भवती वारं वारं वदति चेत् अवगमनं न भविष्यति. ओके इदानीं वर्णपूर्ण स्वीकुर्मः. अत्र वर्ण वर्णविभजनं करोतु. विभजनं करोतु. बकार बकार अनन्तरं बकार अनन्तरं रकार ओ ओ बकारम् अकार अकार ऋकारं रेफः. ऋकार वदति चेत् रेफः. रेफः रेफः नकार इन् इन् नकारः कारः वदति इण् अकार नास्ति वा भगिनि? एवं वक्तुं न शक्यते. न न एवं न इण् तत्तु दक्षिणभागे एवं वदन्ति. परन्तु सामान्यतया कार यदा वयं योजयामः अकार केवलम् एकः वर्णः तत्र स्वीकृतं भवति. ओके यदा व कार वदामि तदा हलन्त व आगच्छति. व वदामि चेत् व अधिकम् अ अतः वकार अधिकम् अकार तत्र गुरुतत्परं भवति. अवगतम्? अवगतं भगिनि. इदानीं समाप्तं वा वकार अकार रेफ णकार? समाप्तं भगिनि. वर्ण वर्ण अकारः अस्ति भगिनि. अत्र अस्माकं एषः ण यत् अस्ति पूर्वं पूर्वं किम् आसीत्? पूर्वं रेपः न एतत् यदस्ति पूर्वं किम् आसीत्? पूर्वम् अण न आसीत्. पूर्वं न आसीत्. ओके न आसीत् वयं जानीमः किं देवेन देवेन किमस्ति तृतीयविभक्ति अस्ति तृतीयविभक्ति आं भगिनि इदानीं राम मे न तृतीयविभक्ति तदेव पेटर्न् अस्ति परन्तु शुद्धं वा अशुद्धम् अशुद्धं भगिनि अशुद्धं न किमर्थम् अशुद्धं रमेण अहं लिखितवती रामेण नकारः अत्र न भवितुम् अर्हति भगिनि नकारः नकारः एव इदानीं देवेन एतस्य विभजनं करोतु द अधिकं दकार इद् अधिकं ये न अवगतवती पुनः आरम्भं करोतु इद् इद् मा वदतु दकार दकार दकार अनन्तरम् एकारः एकारः अनन्तरं बकारः अनन्तरम् एकारः अनन्तरं नकारः अनन्तरम् अकारः अकारः ओके ओके यावत्पर्यन्तं वयं दृष्टवन्तः इदानीं रामेण अत्र के के वर्णाः सन्ति रकारः रेपः रेपः आकारः आकारः मकारः मकारः एकारः एकारः नकारः इन् नकारः अकारः अकारः इदानीम् अस्माकं सूत्रं किं वदति अवगमनार्थं वयं पुनः पश्यामः रेफ शकार रेफ शकार उत्तरस्य भागे अस्ति उत्तरस्य भागे पूर्वभागे अस्ति नकारः अनन्तरम् एकमेव पदे पदद्वयं नास्ति समानपदे अवगतं तस्मिन् समये किं भवति णकारादेशः भवति नकारस्य इदानीं रसाभ्याम् एतस्य विभक्तिरूपं किं रसाभ्यां तृतीया भगिनी तृतीया कुत्र पठतु सम्पूर्ण रसाभ्यां नो नः समानपदे भवतः रसाभ्यां पञ्चमी क्षम्यतां भगिनी पञ्चमी पञ्चमी ओके अतः पञ्चमी इत्युक्ते कस्मिन् स्थाने भवितव्यम् रकारस्य सारि नकारस्य स्थाने न नकारात् पूर्वं कार्यं कुत्र भवति पश्यतु नकारः रकारस्य अनन्तरम् अस्ति नकारात् पूर्वं रकारः रेपः अस्ति अतः अस्माकं निमित्तं कुत्र भवति नकारस्य पूर्वं रेपः अस्ति चेत् यत्र कार्यं भवति तत्र तस्य पूर्वम् आगच्छति ओके अत्र न यदस्ति र नकारस्य पूर्वम् आगच्छति ओके अत्र न यदस्ति अरे किमस्ति अत्र न यदस्ति एतस्य परिवर्तनं किमर्थं न अभवत् नकारस्य पूर्वं रेफः नास्ति, रेफः नास्ति, शकारः अपि नास्ति, अतः निमित्तमेव नास्ति चेत् परिवर्तनं किमर्थं भवति? अत्र अस्माकं कृते निमित्तं किं? रेफः, एकं तु रेफः, द्वितीयं तु शकारः, शकारः, तृतीयं ऋकारः, ओके, एतदस्य निमित्तं पूर्वस्थाने नकारस्य पूर्वम् आगच्छति चेत् अतः एव अत्र पञ्चमी किं निर्दिशति इति उक्तमस्ति, पूर्वका निमित्तम्, ओके, ओके, कार्यं यत्र भवति तस्य पूर्वं निमित्तम् अस्ति, कार्यम् अत्र पश्यतु, कार्यं न यत्र अस्ति तत्र भवति, तदस्ति स्थानं, पुनः दृश्यन्तं लिखितमस्ति, वयं तु दृष्टवन्तः इको यणचि एतस्य आधारेण षष्ट्यन्तं यत्र अस्ति तदस्ति कार्यस्य स्थानम्, स्थानम्, ओके, यत्र किम् आगच्छति, णः प्रथमान्तम् इत्युक्ते ण वर्णः आगच्छति कदा, यदा रेफः, शकारः अथवा ऋकारः पूर्वस्य स्थाने अस्ति, इत्युक्ते नकारस्य पूर्वं यदा रेफः अस्ति अथवा शकारः अस्ति, पश्यन्तु पुष्पाणि इति वयं जानीमः न, पुष्पाणि एतत् वयं जानीमः, ओके, एतस्य विभजनं करोतु, पकारः, पकारः, उकारः, उकारः, अर्धशकारः, इष, इष, न न शकारः वदतु, तदेव अर्धशकारः, शकारः, शकारः, अनन्तरं पकारः, पकारः, आकारः, आकारः, इन्कारः, इन्, नकारः, नकारः, नकारः, इकारः, इकारः, अस्माकं स्थानं किद कुत्र अस्ति, नकार, शकार, न न न न न एकनिमिषं, कारः कुत्र अस्ति, यत्र नकारः अस्ति, ओके, नकारः अस्ति तदस्ति अस्माकं कार्यस्य स्थानम् अस्ति न, ओके, आम् भगिनि, इदानीं कार्यं किं भवति, नकारस्य परिवर्तनं नकारे भवति, ओके, तावत्पर्यन्तं सर्वे अवगतवन्तः, नकारः स्थानम् अस्ति, कार्यं किं, नकारस्य परिवर्तनं णकारे भवति, तावत्पर्यन्तं वयं जानीमः, किमर्थम्, इको यणचि, इक् स्थाने यण् आगच्छति, अत्र न स्थाने ण आगच्छति, यावत्पर्यन्तं सर्वे अवगतवन्तः, प्रश्नः अस्ति, यावत्पर्यन्तं प्रश्नः अस्ति चेत् पृच्छन्तु, अग्रिमभागः अनन्तरं पश्यामः, ओके, सर्वे अवगतवन्तः, ओके, भगिरति, इदानीं कदा नकारस्य णकारे परिवर्तनं भवति, निमित्तं किम्, निमित्तं शकारः, पूर्वं शकारः, अतः कार्यम् अनन्तरं भवति, निमित्तं पूर्वं भवति, अवगतम्, भवति, अवगतं भगिनि, रेफः, शकारः, ऋकारः आगच्छति चेत् न यत् अनन्तरम् आगच्छति तस्य न इति परिवर्तनं भवति. ओके, अतः पञ्चमी विभक्ति किं दर्शयति? पूर्वनिमित्तम्. ओके, कार्यं यत्र अस्ति स्थानस्य पूर्वं यदस्ति तद् निर्देशं करोति कार्यं कदा करणीयम्. इकोयणचि विषये अचि सप्तमी विभक्ति आसीत्. कार्यं यदा अच् अनन्तरम् अस्ति तदा स्थाने कार्यं भवति. षष्टिस्थाने कार्यं तु भवति परन्तु निमित्तम् अनन्तरं दर्शितम् अस्ति. अतः कार्यं कुत्र भवति? निमित्तस्य पूर्वं भवति. अस्मिन् सन्दर्भे रसाभ्यां नूनः अस्मिन् सन्दर्भे निमित्तं पूर्वमस्ति कार्यम् अनन्तरम्. अतः पूर्वनिमित्तं कार्यस्य पूर्वं निमित्तं कार्यस्य अनन्तरं निमित्तम्. एतत् स्पष्टमस्ति. कार्यस्य अनन्तरं निमित्तं कार्यस्य स्थानस्य अनन्तरं यद्निमित्तम् अस्ति तत् सप्तमी विभक्ति दर्शयति. कार्यस्य पूर्वं यद्निमित्तम् अस्ति तत् पञ्चमी विभक्ति दर्शयति. यावत्पर्यन्तं सम्यक्तया अवगतं वा न? अवगतं भगिनि, सम्यक्, बहु सम्यक् भगिनि पाठितवती. भगिनि बहु सम्यक्. अन्ये जनाः अवगतवन्तः वा न? या एनी क्वेश्चन्स् भगिनि? तदेव रसाभ्यां नो नः वा? रसाभ्यां नो नः, रसाभ्यां नो नः किं वदति? र श भ्याम् इत्युक्ते द्विरूपं रेफः शकारः आगच्छति. ओके, कदा? रसाभ्यां पञ्चमी अस्ति इति तु लिखितम् अस्ति अत्र. अतः पूर्वम् आगच्छति. स्थानं कुत्र अस्ति? षष्ट्यन्तं नः. नः अत्र णो नो णः यदस्ति, नो इत्युक्ते नः इति सन्धिविच्छेदं कृत्वा वयं जानीमः. ओके, अतः नः इति षष्ट्यन्तं लिखितम् अस्ति अत्र. एतदस्ति व्याख्यानं. व्याख्यानस्य आधारेण एव वयं रसाभ्यां पञ्चम्यन्तम् इति वयं निर्णयं कृतवन्तः. किमर्थं? भ्यां तु तृतीया चतुर्थी पञ्चमी सर्वत्र आगच्छति. ओके, परन्तु अस्मिन् सन्दर्भे पञ्चम्यन्तं स्वीकर्तव्यं. कः वदति? अथवा व्याख्यानस्य आधारेण वयं जानीमः रसाभ्यां यत् पदमस्ति तत् पञ्चम्यन्तपदमस्ति, तृतीयान्त अथवा चतुर्थ्यन्त नास्ति. ओके, ओके, तदनन्तरं नः आगतं, तत्र षष्ट्यन्तम् इति लिखितम् अस्ति. वयं पूर्वस्य ज्ञानम् उपयोगं कृत्वा जानीमः षष्ट्यन्तं यत्र अस्ति तदस्ति कार्यस्य स्थानम्. ओके, कार्यं नकारस्य परिवर्तनविषये उक्तम् अस्ति. किमर्थं? कारणं नः इति यत् पदमस्ति तत् षष्ट्यन्तम् अस्ति. तदनन्तरं णः यत् पदमस्ति तत् प्रथमान्तपदमस्ति. ओके, प्रथमान्तपदं किं करोति? यत् कार्यं कर्तव्यं तत् करोति. अतः नः न यदस्ति, नकारः यदस्ति, अत्र पश्यतु, न यदस्ति तस्य ण इति परिवर्तनं कृतम्. किमर्थं परिवर्तनं कृतम्? कारणं नकारस्य पूर्वं रेफः अस्ति. ओके, नकारः स्थानं, रेफः पूर्वं, अतः स्थानस्य पूर्वं निमित्तम् अस्ति तद् दर्शितमस्ति पञ्चमीविभक्त्यस्य कारणेन अथवा उपयोगेन. ओके, अत्रापि पश्यन्तु, न तु अस्ति अत्र, परन्तु निमित्तं कुत्रापि दृश्यते वा? हा, रेफः वा शकारः नास्ति, अतः अत्र कार्यं न भवति. हा, ओके, परन्तु रामेण अत्र तु न अस्ति, तत्पूर्वं रेफः अपि अस्ति. हा, अतः द्वयोः किम् आवश्यकं, नकारः अपि आवश्यकं, रेफः अपि आवश्यकं, तदा एव कार्यस्य अवकाशः भवति. ओके, अत्र पश्यन्तु, हा, रेफः अस्ति पूर्वस्थाने अथवा पूर्वं, नकारस्य पूर्वम् अस्ति, तदस्ति निमित्तम्. ओके, अतः मम नकारस्य परिवर्तनं णकारे भवति. अवगतम्? हा, अत्र एतस्य नकारस्य परिवर्तनं हा णकारे कर्तव्यं. किमर्थम्? कारणं णकारस्य पूर्वं रकारः रेफः अस्ति, रेफः अस्ति, तदपि एकस्मिन् पदे एव. हा, रामेण पदद्वयं नास्ति, एकमेव पदमस्ति. हा, पश्यन्तु किं समानपदे इति लिखितमस्ति न? समानपदे, समानपदे इत्युक्ते पदस्य अन्ते एव, पदद्वयं नास्ति, एकमेव पदमस्ति. तत्र यदा रेफः अथवा शकारः एण्ड् नकारः आगच्छति तदा द्रष्टव्यं किं किम् अस्ति. ओके, नमस्ते भगिनि, एकः प्रश्नः अस्ति. ओ, एट् लास्ट् कोऽपि तु श्रुतवती. वदतु प्रश्नं. सरस्वती अत्र पर्णस्य बहुवचनपदं पर्णानि खलु, प्रश्नमस्ति. एकनिमिषं सरस्वती, वेरि गुड्. इदानीं पर्णविषये पश्यामः. ओके, पर्णं, हा, पर्णम् इति पदमस्ति, तस्य किं बहुवचनरूपं न भवती वदति? आं भगिनि, पर् ना नि. ओके, इदानीं पर्णानि एतस्य विभजनं करोतु. पकार, पकार, अकार, इकार, रेफा, रेफा, नकार. ओके, इदानीम् अहं नकार लिखामि, हा, ण न लिखामि. ओके, कारणं नकारस्य परिवर्तनं कदा भवति तद् वयं पश्यामः. ओके, हा, अतः नकारः, अनन्तरं आकारः, आकारः, नकारः, नकारः, इकारः, इकारः. ओके, यावत्पर्यन्तम् अवगतं सर्वे? इदानीं नकारः विच् नकारः भवती स्वीकरोति, हा, प्रथमं वा द्वितीयम्? अवश्य अहं द्वितीयस्य नकारविषये, हा, न, कारणं न पूर्वमपि आगच्छति न, एतस्य नकारस्य किं कार्यं करिष्यति? एतस्य नकारस्य तु नकारस्य पूर्वं रेफा अस्ति चेत् नकारः नकारः भवति. हा, अतः अत्र एकनिमिषं, हा, अत्र किं भवति, पश्यामः कथं परिवर्तनं कुत्र परिवर्तनं कस्मिन् विषये किञ्चित् अवगमनम् आवश्यकम्. अत्र रेफः अस्माकं निमित्तं हा तरणं नकारः अपि अस्ति रेफः अपि अस्ति. इदानीं प्रश्नम् उदेति नकारद्वयम् अस्ति हा रेफस्य अनन्तरं यद् नकारम् अस्ति तत् स्वीकुर्मः वा द्वितीयनकारं स्वीकुर्मः प्रथमकार प्रश्नं निर्णयं करोतु. द्वितीयनकारं स्वीकुर्मः चेत् पूर्वनकारस्य किं भविष्यति कार्यं न भवति नकार एतस्य नकारस्य अधिकारः अधिकमस्ति वा द्वितीयनकारस्य अधिकारः अधिकमस्ति वदतु. रेफा अनन्तरं नकारः अस्ति तत् साक्षात् अनन्तरम् अस्ति ओके अतः तस्य अधिकारः अथवा परिवर्तनं झटिति भवति ओके अतः एतस्य परिवर्तनम् अहं णकारे करोति चेत् हा ओके तदनन्तरं द्वितीयनकारः यदस्ति तस्य कृते रेफः पुनः आगच्छति वा परिवर्तनं ओन्लि वन् सेकेण्ड् यूस् एतस्य रेफस्य कृते यद् नकारस्य नकारे परिवर्तनम् अभवत् तत्तु समाप्तं कार्यं समाप्तम् ओके कार्यं समाप्तम्. इदानीं पुनः एकः नकारः आगच्छति हा परन्तु तत्पूर्वं तु रेफः नास्ति कारणं रेफस्य कार्यम् एतस्य नकारे परिवर्तनं च अभवत् अतः एतस्य किं पवर् गतं हा रेफस्य पवर् गतम् ओके कारणम् एकं कार्यं तु कृतमस्ति. द्वितीयनकारस्य कृते द्वितीयरेफः अथवा षकारः अस्ति वा तत्पूर्वं न अतः एतस्य परिवर्तनं न भवति ओके तदेव कृष्णः नः ओके इदानीं यदा अहम् एवं लिखामि तदनन्तरं कृष्णेन हा न हा अत्र पश्यामः कथमेतस्य परिवर्तनं भवति हा कः वा का आगच्छति अत्र सरस्वति भवती एव कण्टिन्यू करोति अन्य कोऽपि वक्तुम् इच्छति अहं प्रयत्नं करोमि महोदय. ओके जया वदतु कृष्ण तत्र वर्णविभजनं करोतु ककार ऋकार ऋकार ऋकार षकार षकार नकार एकार ओके न एकनिमिषम् अत्र न इति अहं लिखितवती ओके न तदनन्तरम् अह अस्ति तस्य तु चिन्ता एव नास्ति हा ओके इदानीम् एकारः ओ नाट् ओके ओके सारि अत्र नकारः अस्ति ओके निमित्तं किं वयं दृष्टवन्तः नकारात् पूर्वं षकारः नकारात् पूर्वं षकारः अस्ति चेत् नकारस्य परिवर्तनं भवति अतः अहम् एष एतत् नकारस्य स्वीकरणं न करिष्यामि अहं तस्य णकारे परिवर्त अरे एतत् किम् अभवत् ओ थेङ्क् गाड् किमपि राङ्ग् हा ओके अरे ओ इट्स् गोइङ्ग् लैक् अ न्यू डॉक्युमेंट आई थिंक इट्स् गोइङ्ग् लैक् अ न्यू डॉक्युमेंट हा ओके इदानीं सम्यक् अभवत् हा अतः कृष्ण यदस्ति एतस्य कृष्ण इति परिवर्तनं कर्तव्यं हा आम् इदानीं द्वितीयं पदं यदस्ति कृष्णेन ओके तत्र किमस्ति विभजनं करोतु ककार ऋकार शकार नकार अकार एकार इकार कुत्र शकार शकारः शकार ऋणकार किं नकार नकार एकार एकार नकार नकार अकार अकार ओके इदानीं कति नकाराः सन्ति द्वे हा नकारद्वयमस्ति एकम् अत्र अस्ति अत्र अस्ति आम् शकारः कुत्र अस्ति प्रथमनकार नकारस्य पूर्वं प्रथमनकारस्य पूर्वं न शकारः अस्ति अस्ति प्रथमनकारस्य अधिकारः अथवा परिवर्तनं कर्तव्यं किमर्थं रेफस्य न शकारस्य आधारेण तस्य णकारे परिवर्तनम् अभवत् ओके कृष्णे न इदानीं द्वितीयनकारस्य कृते कुत्र अस्ति पुनः रेफः किञ्चित् नास्ति रेफः नास्ति एकं तु कार्यं कृतं कृतं कृते पुनः रेफः अथवा शकारः नास्ति अस्तु तदेव परिवर्तनं न कर्तुं शक्यते ओके ओके गाट् इट् पर्यन्तम् अवगतं सर्वे जनाः महोदय महोदय पुनः एकनिमिषं जुगल् कुशक् महोदय अपि किमपि पृच्छति महोदय वदतु महोदय राम रामशब्दः अस्ति तत्र मत्र द्वितीयविभक्ति बहुवचने रामान् भवति बहु सम्यक् प्रश्नमस्ति रामान् इति अस्ति न ओके प्रश्नः किम् तत्र तत्र किं कारणे न कार न अभवत् रामान् हा ओके किमर्थं रामान् तत्र परिवर्तनं न भवति पदान्ते न भवति हलन्त ओके पूर्णिमा भवती का कार्यं करोति महोदय पदान्ते न भवति इति पठितवन्तः तदुक्तवती महोदय ओके स्पष्टीकरणं करोतु जुगोल् केशव महोदयस्य प्रश्नस्य रूल् अस्ति पदान्ते नकारः हलन्त नास्ति नकारः एव नास्ति तत्र न इति नास्ति नकार हलन्त नकारः अस्ति सो पदान्ते यदा न नकाराः भवति तत्र नकारः न परिवर्तनं भवति इति महोदय अवगतं किं महोदय न न प्लस् आ इति कृत न तत्र न नास्ति न इति अस्ति तत् नकार एव अकारः नास्ति तत्र तदर्थं पदान्ते न भवति इति एकः नियमः अस्ति तदर्थं न भवति सः जानाति भगिनि सम्यक् जानाति सः सर्वं महोदय मम एकः प्रश्नः अस्ति चिनोषि इत्यत्र किञ्चिदपि नास्ति किमर्थं चकारः भवति अन्यप्रश्नम् इदानीं मा करोतु एकस्य प्रश्नस्य समाधानं समापयामः, तदनन्तरं द्वितीयप्रश्नं स्वीकुर्मः. किशोर् जुगल् किशोर् महोदय अवगतम्? किं महोदय? भवान् अवगतवान् वा रामान् किमर्थं तत्र नकारस्य णकारे परिवर्तनं न भवति? अन्तिमस्ति नकार. ओके, तत् सूत्रं किम् अस्ति तत्र? हलन्तं कार्यं करोति. न, तत्तु अन्य एकं सूत्रमस्ति यद्वदति पदान्ते अस्ति तदपि हलन्तमस्ति चेत् तस्य परिवर्तनं न भवति. अन्यमेकं सूत्रमस्ति तस्य आधारेण कार्यं न भवति. ओके, समाधानम् ओके. हा पूर्णिमा, भवत्याः अन्यप्रश्नः? तस्य पदान्तस्य इत्यनेन खलु एव महोदय, तत्र नकारस्य नकारः न भवति इति. तत्तु वयं न पठितवन्तः, अतः तस्य उल्लेखमहं न करोमि. परन्तु युगलकिशोर महोदयस्य प्रश्नस्य किं, तत्तु बहु सम्यक् प्रश्नमस्ति. कारणं रसाभ्यां नूनः एतस्य अवकाशः अस्ति. अस्मिन् पदे रसाभ्यां नूनः एतस्य अवकाशः अस्ति, परन्तु अन्य एकः सूत्रम् अस्ति, एकं सूत्रमस्ति यस्य कारणेन नकारस्य णकारे परिवर्तनं न भवति. विद्या यत् उक्तवती किशोर् महोदय, तदेव सूत्रमस्ति यस्य आधारेण नकारस्य अन्तिमे भागे यद् नकारः आगच्छति, हलन्तनकारः पदान्ते यदस्ति तस्य परिवर्तनं न भवति. ओके, परन्तु तत् विद्या सूत्रं वदतु पुनः. पदान्तस्य केवलं तदस्ति सूत्रम्. ओके, परन्तु तत् सम्पूर्णं सूत्रं नास्ति. अष्टाध्यायी डाट् काम् मध्ये द्रष्टव्यं सम्पूर्ण अनुभूतिसत्तं किं भवति एतत् सर्वं. परन्तु मम जियो अस्ति, जियो तु सम्वेर् इट् हस् ब्लाक् अष्टाध्यायी डाट् काम्, किमर्थं न जानामि. सो ऐ काण्ट् इवन् शो यु आल्. ओके, कोऽपि दर्शयितुं शक्नोति चेत् अहं कोहोस् करिष्यामि. अत्र मया लिखितमेव चाट् मध्ये महोदय. किं लिखितम्? हा, रेफ शकारात् परस्य पदान्त नकारस्य णत्वं न भवति पदान्तस्य. ओके, 8437 किशोर् जुगल् किशोर् महोदय, 8437 अष्टाध्याय्यां भवान् पश्यति चेत् पदान्तस्य एतस्य सूत्रस्य सम्पूर्णरूपं भवान् प्राप्तुं शक्नोति, तदा एतस्य अवगमनं किञ्चित् अधिकं भविष्यति. परन्तु अस्मिन् स्तरे तस्य आवश्यकता यावत् नास्ति. ओके, ओके, पूर्णिमा भवत्याः प्रश्नः किं? भगिनि कक्षायाः अनन्तरं पृच्छामि भगिनि. ओके, इदानीम् अग्रे गच्छामः. आम् भगिनि, अग्रे गच्छामि. एकविषयं सर्वं नमो नमः. एकं प्रष्टुम् इच्छामि. अत्र लिखितं नः प्रथमान्तम् इत्यस्य अर्थः न जानामि. प्रथमान्तम् इत्युक्ते अत्र पश्यतु किमस्ति. एकः तु नो इति अस्ति, द्वितीयं पदं णः इति अस्ति. पदत्रयमस्ति रसाभ्यां नो णः. ओके, रसाभ्यां नो णः एतस्य वयं सन्धिविच्छेदं कुर्मः चेत् रसाभ्यां नः अणः इति आगच्छति. ओके, यावत्पर्यन्तम् अवगतम्? यदा वयम् इको यण अचि इति इको यण अचि इति अपि वयं पश्यामः, अथवा इको यण अचि इति अपि पश्यामः. इको तस्य तु वयं सन्धिविच्छेदं कुर्मः चेत् इकः यण अचि इति पदत्रयं वयं प्राप्नुमः. अत्र अपि पदत्रयमस्ति रसाभ्यां. नः, हा पश्यतु, नः णः प्रथम यत् नः अस्ति तदस्ति षष्ट्यन्त नः. ओके, द्वितीयं यत् यदस्ति णः तदस्ति प्रथमान्तं. किञ्चित् भ्रमः भविष्यति कारणं द्वयमपि समानं दृश्यते. ओके, परन्तु यदा वयम् अस्माकं टेबल् यत् कृतवन्तः पूर्वं, एकस्मिन् काले एतस्य निर्माणं वयं कृतवन्तः, अतः अह यत् अस्ति तत्तु प्रथमा बहुवचनं, द्वितीया बहुवचनं, पञ्चमी एकवचनं, षष्टी एकवचनं, सर्वत्र अह अन्तः आगच्छति. अतः अस्माकं तु किञ्चित् भ्रमः भवति. अतः व्याख्यानस्य आधारेण वयं स्वीकुर्मः प्रथमनः यदस्ति तत् षष्ट्यन्तनः, द्वितीयनः यत् अस्ति प्रथमान्तनः. समाधानम् अस्तु अस्तु महोदय, धन्यवादः. ओके, अन्य किमपि प्रश्नः? अग्रे गच्छामः. इदानीं कस्याः पर्यायः? सीतालक्ष्मी महोदय, पञ्चमी तु समाप्तम्, इदानीं तृतीया विषये पश्यामः. ओके, तृतीया विषये पठतु. तृतीया विभक्तिः संयोजनं सूत्रे यस्य वर्णस्य तृतीया विभक्तिः भवति सः निर्दिष्टेन वर्णेन सः संयुक्तः इत्यर्थः. तत्र निर्दिष्टं कार्यं तस्मात् पूर्वमपि परम् अपि अर्हति, परन्तु अयं तृतीया विभक्त्यान्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्. अग्रे अग्रे पठतु, सम्पूर्णं करोतु, तदनन्तरं तदा एव अस्माकं हस्ते किमपि उदाहरणम् आगच्छति यस्य आधारेण अवगमनं किञ्चित् अधिकं भवितुं शक्यते. स्तोः, चुना, चुः, अष्ट, एवं वदतु, हा चलति. अष्टमोऽध्यायस्य चतुर्थपादस्य श्लोक चतुर्विंशत्, सकारस्य सवर्गस्य च स्थाने शकारस्य च वर्गस्य च आदेशः भवति. शकारस्य सवर्गस्य च योजनेन स्तोः षष्ट्यन्तं, चुना तृतीयान्तं, चुः प्रथमान्तम्. स्तोः चुना चुः संहितायां, संहितायाम् अनुवृत्ति. ओके, अधिकारसूत्रमस्ति न संहितायां, संहितायां पूर्वकार्यम् अन्यत् अधिकं च अन्यच्च, परकार्यं यज् यज् अधिकं नः, यज् अधिकं ङ् अधिकम् अह यज्ञः. अतः निर्दिष्टं कार्यं निमित्तात् पूर्वम् अपि परम् अपि अर्हति, परन्तु अयं तृतीया विभक्त्यान्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्. किम् अवगतवती? वदतु. किं वयं स्वीकुर्मः अन्यत् च यद् नः वयमपि स्वीकुर्मः ओके अत्र किम् अग्रे गच्छामि ओके अन्यत् अन् अधिकं च ओके तत्र किम् अभवत् अन्यच्च च एवम् आगतं न पश्यामि अन्यत् च डबल् च ओके ओके इदानीम् अन्यत् एतस्य विभजनं करोतु अकार नकार यकार यकार अकार एकनिमिषम् नकार किमर्थं सम्पूर्णम् अभवत् नकार यकार यकार अकार अनन्तरं तकार तकार तकार ओके इदानीं तदनन्तरं किम् आगतं चकार अकार अकार ओके इदानीं अस्माकं स्थानं कुत्र अस्ति अकार ओके स्तोः चुनाश्चुः तकारस्य तवर्गस्य च किमस्ति षष्ट्यन्तं पदं तोः अत्र के के वर्णाः आगन्तुं शक्यते तोः स्तोः इत्युक्ते तत्र के के वर्णाः सहकार अकार एककार स्तोः लिखामि स्तोः स्तोः षष्ट्यन्तपदं तत्र सकार सकार हा तकार तकार ओके ओकार एक ओकार न इदानीम् अत्र स्तोः षष्ट्यन्तपदमस्ति ओके ओकार अतः तत्र विभजनं करोमि चेत् किम् आगच्छति ओकार ओकार सवर्गीयवर्णाः तस्य तु इति आगच्छति ओके अत्र सकार तु पाणिनीय शार्ट् फार्म् ओके तु यदा अहं लिखामि चेत् किं अधिकम् अधिकम् परन्तु वर्णाः आगच्छन्ति सवर्गीयवर्णाः के दकार अनन्तरं ओके एते वर्णाः आगच्छन्ति चेत् स्तोः एतस्य अर्थं सकार सवर्गीयवर्णाः एवम् अस्ति अवगतं यावत्पर्यन्तं इदानीं चुनाश्चुः इति अस्ति चुना पदस्य विभक्तिरूपं किम् शुना ओके विभक्तिरूपं किम् प्रथमान्तम् शुना प्रथमान्तं तृतीयान्तं चुः एतस्य प्रथमान्तं प्रथमान्तं यदा अहं स्वीकरोमि ओ क्षम्यतां हा मम दोषः अभवत् Hey, what is happening? No, something is wrong. Ek nimisham, ha? Ha. Chu. Ha. Chu ityukte. Ha. Yeah? शकारः तदनन्तरं चु हा चु इत्युक्ते के वर्णाः इदानीं परिशीलनं कुर्मः अत्र अत्र स अस्ति च अस्ति कण्डिशन् किमस्ति तकारः चकारः संयुक्तः संयोजनं भवति चेत् ओके किम् उक्तमस्ति संहितायां संहितायाम् इत्युक्ते किम् अस्ति अत्र योजनेन तकारस्य च वर्गस्य योजनेन संयोजनमस्ति न तत्र अतः अवकाशः अस्ति परिवर्तनार्थं कस्य परिवर्तनं भवति प्रथम अस्मिन् ग्रूप् मध्ये अस्मिन् गणे अस्ति ये वर्णाः अस्मिन् गणे अस्ति इत्युक्ते सकार वर्गीयवर्णाः तस्य पूर्वं वा परम् एतस्य गणस्य किमपि वर्णः अस्ति चेत् किं भवति एतस्य परिवर्तनं भवति कुत्र इदानीं स अस्ति प्रथमवर्णः स वर्गस्य च अस्ति प्रथमवर्णः च वर्गस्य अतः तकारस्य चकारे परिवर्तनम् अभवत् ओ ओके पश्यतु अन्यच्च एतस्य यदा विभजनं कुर्मः किं भवति अधिकं न नकार न नकार अकार अकार अना अस्ति वा अनयच्च वा अन्यच्च अन्य यकार यकार यकार अनन्तरं चकार अकार अकार अकार अनन्तरं चकार चकार चकार चकार पुनः चकार चकार अकार अकार कथम् अभवत् पश्यतु अन्यत् च ओके अत्र किम् अभवत् चकार अस्माकम् एतस्य भागस्य विभजनं वयं कृतवन्तः अन्यत् अन्यत् तत्र तकारस्य चकारे वयं परिवर्तनं कृतवन्तः पश्यतु अत्र ओके अन्यत् अत्रता अस्ति ओके एतस्य परिवर्तनं च इति अभवत् केन कारणेन कारणं परवर्णः च अस्ति ओके परवर्णः च अस्ति यावत्पर्यन्तम् अवगतम् अतः तकारस्य पूर्ववर्णस्य चकारे परिवर्तनम् अभवत् ओके इदानीं द्वितीयं पश्यामः उदाहरणं किमस्ति तत्र यज् अधिकं ञ न यज् अधिकं ञः यज्ञः यज् अधिकं नः तस्य किं रूपं भवति यज्ञः न ऐ थिङ्क् ऐ एम् डूयिङ्ग् राङ्ग् अरे सर्वं गतं हा य प्रथमं ज आगच्छति न तदनन्तरं ञ यज्ञ ह ओके ओके इदानीम् एतस्य विभजनं कुर्मः करोतु करोतु यकार यकारः यकार अनन्तरं जकार यकार अनन्तरं साक्षात् अकार अकार अनन्तरं जकार जकार अकार प्लस् नकार नकार अकार अकार विसर्गः ओके इदानीं किं वयं पश्यामः अस्माकं चाचा जाजा न एतदस्ति नकार एतस्य गणस्य किमपि वर्णः अस्ति ताता दादा नकारः अस्ति अस्ति न अस्ति नकारः अस्ति अस्ति एतस्य गणस्य किमपि वर्णः अस्ति वा जकारः जकारः परन्तु कस्मिन् स्थाने अस्ति साक्षात् पूर्वं पूर्वम् ओके अत्र किमस्ति अत्र परम् आसीत् ओके अवगतम् अत्र परम् आसीत् अत्र यज्ञविषये पूर्वम् अस्ति ओके इमिडियेट्लि पूर्वम् अथवा इमिडियेट्लि परम् अवगतम् ओके इदानीं पश्यन्तु इदानीं कम्पेर् कुर्वन्तु हा अन्यत् च अत्र त च इत्युक्ते स्तोः वर्णाः स्युः वर्णाः द्वयमपि अस्ति अत्र अत्रापि तदेव हा स्तोः वर्णाः स्युः वर्णाः आगच्छन्ति कथम् एतस्य पूर्वं पूर्वं परं यत्किमपि अस्ति परं साक्षात् संयोजनम् अस्ति द्वयोः ओके संहिता अस्ति न मध्ये किमपि अन्य नास्ति अवगतम् सर्वे जनाः तस्मिन् समये किं भवति परिवर्तनं भवति ओके किं कस्य परिवर्तनं भवति वर्णाः यत्र आगच्छन्ति तेषां कृते पार्ट्नर्शिप् अत्र अस्ति अत्र परिवर्तनं भवति ओके अवगतम् इदानीं परिशीलनं कुर्मः सूत्रस्य स्तोः षष्ट्यन्तम् अस्ति अतः यस्मिन् स्थाने सवर् सकारः हा पश्यतु सकारः अथवा तवर्गीयवर्णाः सन्ति तदस्ति स्थानम् ओके स्तोः षष्ट्यन्तं पदं चुना चुना तृतीयान्तं पदम् एतत् तृतीयान्तं पदम् अस्ति अतः तस्य अधिकारः पूर्वम् आगच्छति वा परम् आगच्छति समस्या नास्ति पश्यतु अत्र तु पूर्वम् आगतम् हा अत्र तु परम् आगतम् ओके हा च वर्गीयवर्णः अथवा षकारः तवर्गीयवर्णः अतः अथवा सकारः तस्य पूर्वम् अपि आगन्तुं शक्यते परमपि आगन्तुं शक्यते अत्र पश्यन्तु त अस्ति त चकारस्य पूर्वम् अस्ति अत्र न अस्ति न जकारस्य परम् अस्ति जकारः च वर्गीयवर्णः तकारः तवर्गीयवर्णः तकारः तवर्गीयवर्णः अवगतम् एवं पार्ट्नर्शिप् भवति सकारः तवर्गीयवर्णः षकारः च वर्गीयवर्णः एतेषां पार्ट्नर्शिप् भवन्ति कस्य अधिकारः अधिकमस्ति स्युः एतस्य अधिकारः अधिकमस्ति अतः सकारः अथवा तवर्गीयवर्णः आगच्छति चेत् तस्य किकौट् पार्टि भवति षकारः च वर्गीयवर्णः तस्य स्थाने आगच्छति यावत्पर्यन्तम् अवगतम् अत्र ञः अस्ति खलु महोदय ञः यङ्ः पुनः वदतु किञ्चित् अधिक उच्चैः यङ्ः इति अस्ति खलु महोदय अत्र ञः अत्र एतत् यदस्ति तस्य किम् ओके पश्यामः यज्ञः यद् हा विजयमहोदय एतस्य विभजनं करोतु अत्र जख यकारः यकारः अकारः अनन्तरं तृतीयजकारः अन्तिम अन्तिमवर्णः ञकारः ञकारः अनन्तरम् अकारः एकनिमिषं हा मम किमपि अशुद्धम् अभवत् अत्र एतत् अक्षरं क्लेशः एव भवति महोदय हा ञकारः अनन्तरम् अकारः अकारः अनन्तरं विसर्गः ओके आं महोदय ओके ओके इदानीम् अत्र यज् इति अस्ति हा यावत्पर्यन्तमेव वयं गतवन्तः यज् तदनन्तरं नः अस्ति ओके एषः नः यदस्ति तस्य ञकारे परिवर्तनम् अभवत् ओके किमर्थं कारणं नकारस्य पूर्वं च वर्गीयवर्णः अस्ति न अस्ति तवर्गीयवर्णः अवगतम् आं महोदय ओके क्लियर् आम् क्रमात् क्रमात् हा कस्याः प्रश्नः वा कस्य प्रश्नः अन्य किमपि अस्ति प्रश्नः अतः इदानीं वयं किं किं ओके के विभक्तयः वयं दृष्टवन्तः कः वा का वदति एकनिमिषं सर्वमङ्गला भवत्याः अस्तु स्तोः न न स्तोः स्थलाश्चु तत्र इदानीं पार्श्वे स्थापयतु. सूत्र सूत्रस्य अवगमनार्थं विभक्तयः उपयुक्तम् अस्ति. ओके, के के विभक्ति विभक्तयः वयं दृष्टवन्तः इदानीं पर्यन्तम्? षष्टिविभक्ति, तृतीयविभक्ति, प्रथमाविभक्ति. षष्टि तदनन्तरं तृतीयविभक्ति, तृतीया प्रथमाविभक्ति. प्रथमा अस्मिन् सूत्रे स्तोश्चुनाश्चुनुषु सूत्रे, परन्तु तत्रमपि वयम् अन्यविभक्तयः दृष्टवन्तः न के के टोटलि पञ्चमी विभक्ति पञ्चमी विभक्ति पञ्चमी विभक्ति रसाभ्यां नूनः समानपदे किम् उदाहरणस्य आवश्यकता नास्ति अस्मिन् पदे, अहं केवलं रीकेप् करोमि. ओके ओके, रसाभ्यां पञ्चम्यन्तं पञ्चमी विभक्ति, अनन्तरं षष्टिविभक्ति, अनन्तरं प्रथमाविभक्ति. ओके, सो वयं विभक्ति इत्युक्ते प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्टि, सप्तमी, एतद् वयं जानीमः. अत्र के के विभक्तयः सूत्रविषये आगच्छन्ति? प्रथमा आगच्छति वा? आम्, प्रथमा किं निर्दिशति? आदेशः भवति, आदेशः अथवा आदेशः अथवा प्रथमाविभक्ति प्रथमा. अन्य किं निर्दिशति? प्रतिभा प्रथमान्त भगिनी किं किं निर्दिशति? प्रथमान्तशब्दः अथवा प्रथमान्तपदं कार्यं निर्देशं निर्देशति. आगम वा आगमः वा लोपः वा आदेशः किं भवति इति निर्देशति. एकं प्रति विस्मृतवती, आदेशः, आगमः, इतोपि एकमस्ति लोपः भगिनि, लोपः अन्य इतोपि एकमस्ति भवती विस्मृतवती, नाम नाम निर्देशति. धन्यवादः भगिनि, नाम निर्देशति. ओके, विद्या भवत्याः पर्यायः अस्ति चेत् वदतु, हा अन्येषां कृते साहाय्यं मा करोतु. कारणं तेषामपि पठनं भवितव्यं. हा ओके, अतः प्रतिभा, आदेशः, आगमः अथवा नामकरणं. नाम आं भगिनि, वयं दृष्टवन्तः न तृतीया विभक्ति अत्र पञ्चमी. हा पश्यतु, हा प्रथमाविभक्तिविषये किं किं वयं दृष्टवन्तः? हा आदेशः, आगमः अथवा नामकरणम्, एतेषां कृते एतेषां कृते प्रथमाविभक्तेः उपयोगं भवति. ओके अस्तु. रूपल् द्वितीयाविभक्ति वयं दृष्टवन्तः वा? चिन्तयतु, द्वितीया न नाम तृतीया दृष्टवन्तः? द्वितीयापि तृतीया विभक्तेः किं स्पेशालिटि किम्? इदानीमेव दृष्टवन्तः न? इदानीमेव वयं दृष्टवन्तः. सकारः अथवा कवर्गः अस्ति? न न न न न तत् नास्ति, अहं जनरलि पृच्छामि. सर्वत्र सकारः शवर्गः एवं न आगच्छति. हा तृतीयाविभक्तेः उपयोगं किम्? oh. तत्र तृतीयविभक्त्यन्तं वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्। पुनः वदतु। तृतीयविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्। ओके, एतस्य अर्थं किम्? एतत् बहु है लेवल् संस्कृतम् अस्ति, इदानीम् अर्थसहितं वदतु। तत्र वर्णस्य संयोजनमस्ति। तृतीयविभक्त्यन्तं वर्णः अस्ति, तत्र संयोजनमस्ति। अहं न अवगच्छामि, मम संस्कृतं बहु न्यूनम् अस्ति, मम संस्कृतं बहु न्यूनम् अस्ति, अहं न अवगच्छामि, स्पष्टीकरणं करोतु। यस्य वर्णस्य तृतीयाविभक्तिः भवति तत्र निर्दिष्टेन वर्णेन सह संयुक्तः। अहं न अवगच्छामि, अनेबल् टु अण्डर्स्टाण्ड्, बहु डिफिकल्ट् अस्ति मम कृते, सरलं करोतु, शक्यते वा? तर्हि सरलं कथं करणीयमहमपि सरस्वती भवती किं वदति तृतीयाविभक्तिविषये? तृतीयाविभक्ति निमित्तं सूचयति, तत् निमित्तस्य पूर्व आदेशः पूर्वकार्यम् आर् परकार्यम् अपि भवतं वित् रेफरेन्स् टु वाट्? पूर्वकार्यं परकार्यं वित् रेफरेन्स् टु वाट्? निमित्तस्य पूर्वम् अथवा पर द स्थानं केन् बि द षष्टि केन् बि बिफोर् आर् आफ्टर् द निमित्त। ओके, अतः कार्यं पूर्वं वा परं भवितुम् अर्हति। निमित्तं यत्र अस्ति तस्य पूर्वम् अथवा परं, रूपल् संयुक्तं संयुक्तं यदा वदति अवगतं, तस्य परम् अथवा पूर्वं, निमित्तं यत्र अस्ति, निमित्तं यत्र अस्ति तस्य पूर्वम् अथवा परम्। ओके, कार्यं भवितुम् अर्हति, तदेव वयं दृष्टवन्तः अत्र। अन्यच्च यज्ञः, ओके, एकस्मिन् विषये अन्यच्च, तत्र तु कार्यं कुत्र अभवत्? पूर्वम् अभवत्, निमित्तमस्ति अत्र च, निमित्तं च, तस्य पूर्वम् अभवत्, अत्र निमित्तं ज अस्ति, तत्र तस्य परं कार्यम् अभवत्। अवगतम्? रूपल् स्पष्टम् इदानीम्? आम् आं महोदय। मम अवगमनम् अवगमनं किञ्चित् कष्टेन भवति, अतः एव अहं बहुवारं पृच्छामि। ओके, इदानीं समाप्तम्। उषा, उषा इति राज्। ओके, आं भगिनि, नमस्ते भगिनि। नमस्ते। इदानीं वयं प्रथमा दृष्टवन्तः, द्वितीया विभक्ति न आगच्छति एव, तृतीया दृष्टवन्तः, तदनन्तरम् इदानीं चतुर्थी विभक्ति अस्ति वा सूत्रे? भगिनि, सो फार् वी हाव् नाट् रेड्, सो फार् वी हाव् नाट् कम् अक्रास्। ओके, चतुर्थी त्यजामः, पञ्चमी आगच्छति वा? आं भगिनि। पञ्चमी कुत्र, पञ्चमी विभक्तेः किं स्पेशालिटि किम्? परकार्यं पूर्वनिमित्तं भगिनि। कार्यं परं भवति, निमित्तं पूर्वं भवति। ओके, बहु स्पष्टं? उदाहरणम् इदानीं न आवश्यकं, केवलं समरि। ओके, विजया, विजया, पञ्चमीपर्यन्तं वयम् आगतवन्तः, इदानीं षष्टिविषये वदतु। विजया गता वा? ओके, विजया नास्ति. पुनः भागीरथी. षष्ठी विषय वदतु झटिति. बहु सरलमस्ति. क्षम्यतां भगिनी. वाट् हेपन्? मया अत्रैव अस्मि महोदय. भागीरथी उत्तरं ददाति वा न? न भगिनी, चिन्तयामि. ओके, जया. स्थाने सूचयति. किं पुनः वदतु? स्थाने सूचयति भगिनि. स्थाने स्थानं स्थानं सूचयति. स्थानमित्युक्ते किं? निमित्तं कुत्र कुत्र? ए ए हे, स्थानं निमित्तं द्वयमपि एकस्मिन् स्थाने एव अस्ति वा? कार्यस्य स्थानं, क्षम्यता, कार्यस्य स्थानं सूचयति. सूचयति कार्यं कुत्र भवितव्यं तत् सूचयति. ओके, अतः वन् प्रथमाविभक्ति उपयोगं, तृतीया, पञ्चमी, षष्ठी. इदानीं सीतालक्ष्मी सप्तमी विषये वदतु, तदनन्तरं समापयामः. अहं न आगच्छति वर्गस्य. अहं वदामि वा महोदय? का वदति? विजया हेजराजः अस्मि. ओके, फैन्, विजया वदतु. अधिकरणे सप्तमी इति अस्ति. अत्र सप्तमी इत्युक्ते पूर्वं कार्यं भवति, परे निमित्तं भवति. ओके, अतः कार्यस्य स्थानस्य अनन्तरं निमित्तं दर्शितं भवति. ओके, इत्युक्ते निमित्तं यत्र अस्ति तस्य पूर्वं कार्यं भवति. सीतालक्ष्मी अवगतम्? निमित्तम् एकस्मिन् स्थाने अस्ति, कार्यं तस्य पूर्वं भवति. ओके, इत्युक्ते षष्ठी प्रथमम् आगच्छति, सप्तमी अनन्तरम् आगच्छति. अवगतं सर्वे जनाः? आं महोदय. अतः सूत्रविषये प्रथमा, तृतीया, पञ्चमी, षष्ठी, सप्तमी एते विभक्तयः उपयुक्तं भवन्ति. ओके, अवगतम्? आम्, अवगतम् एव. महोदय, अत्र किञ्चित् करपत्रं प्रेषयितुं शक्नोति वा? करपत्रं तु वाट्सप् मध्ये अस्ति, 58 पेजस् वाला करपत्रम्. ओके, वाट्सप् अस्ति वा? वाट्सप्? मम नाम अत्र नास्ति एव. अहं वाट्सप् ग्रूप् केवलं ये जनाः रेग्युलर्ली आगच्छन्ति तेषां कृते वाट्सप् ग्रूप् अहं निर्माणं कृतवती. अन्य केचन जनाः केवलम् एकवारम् आगच्छन्ति, द्विवारम् आगच्छन्ति, तदनन्तरम् अदृश्यं भवन्ति. तेषां अहमपि रेग्युलर्ली तस्मिन् विषये अनन्तरं चिन्तयामः. इदानीम् अहं किं वर्गं समापयामि. ॐ पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. पुनर्मिलामः.